विभूतिः विस्तारः ईश्वरस्य सृष्टिः इति सृष्टिचिन्तकाः मन्यन्ते, न तु परमार्थचिन्तकानां सृष्टौ आदरः इत्यर्थः। इन्द्रो मायाभिः पुरुरूपयीयते इति श्रुतिः। न हि मायाविनं सूत्रम् आकाशे निक्षिप्य तेन सायुधम् आरुह्य चक्षुर्गोचरतामतीत्य युद्धेन खण्डशः छिन्नं पतितं पुनः उत्थितं च पश्यतां, तत्कृतमायादिसतत्त्वचिन्तायामादरो भवति। तथैव अयं मायाविनः सूत्रप्रसारणसमः सुषुप्तस्वप्नादिविकासः। तदारूढमायाविसमश्च तस्तप्राज्ञतैस्सदिः। सूत्रतदारूढाभ्याम् अन्यः परमार्थमायावि, स एव भूमिष्ठः मायाच्छिन्नः अदृश्यमान एव स्थितो यथ, तथा तुरीयाख्यं परमार्थतत्त्वम्। अतः तच्चिन्तनायमेव आदरो मोक्षूणाम् आर्याणां, न निष्प्रयोजनायां सृष्टौ आदरः इत्यतः सृष्टिचिन्तकानामेव एते विकल्पाः इत्यः स्वप्नमायास्वरूपेति, स्वप्नस्वरूपा मायास्वरूपा च इति। इच्छामात्रं प्रभो सृष्टिः इति सृष्टौ विनिश्चिताहं, कालात् प्रसूतिं भूतानां मन्यन्ते कालचिन्तकाः। इच्छामात्रं प्रभोः सत्यसङ्कल्पत्वात् सृष्टिः घटादीनां सङ्कल्पनामात्रं, न सङ्कल्पना अतिरिक्तं कालादेव सृष्टिः इति केचित्। भोगार्थं सृष्टिरित्यन्ये क्रीडार्थमिति चापरे, देवस्यैष स्वभावोऽयम् आप्तकामस्य का स्पृहा इति। भोगार्थं क्रीडार्थमिति च अन्यसृष्टिं मन्यन्ते। अनयोः पक्षयोः दूषणं देवस्य एष स्वभाव अयमिति देवस्य स्वभावपक्षमाश्रित्य सर्वेषां वा पक्षाणाम् आप्तकामस्य का स्पृहा इति। न हि रज्ज्वादीनाम् अविद्यास्वभावव्यतिरेकेण सर्पादि आभासत्वे कारणं शक्यं वक्तुम्। नान्तःप्रज्ञं न विप्रज्ञं नोभयतप्रज्ञं न प्रज्ञानगणं न प्रज्ञं नाप्रज्ञम्। अदृश्यम् अव्यवहार्यम् अग्राह्यम् अलक्षणम् अचिन्त्यम् अव्यपदेश्यम्। एकात्मप्रत्ययसारं प्रपञ्चोपशं शान्तं शिवम् अद्वैतं चतुर्थं मन्यन्ते स आत्मा स विज्ञेयः। चतुर्थत्पादः क्रमप्राप्तो वक्तव्यः इत्यः नान्तप्रज्ञम् इत्यादिना। सर्वशब्दप्रवृत्तिनिमित्तशून्यत्वात् तस्य शब्द अनुविधेयत्वमिति विशेषप्रतिषेधेनैव तुरीयं निर्दिदिक्ष्यति। शून्यमेव तर्हि तन्न मिथ्याविकल्पस्य निर्निमित्तत्व अनुपत्तिः। न हि राजातसर्पपुरुषमृगतृष्णिकादिविकल्पः युक्तिकारज्जुस्थाणूषरादिव्यतिरेकेण अवस्तु आस्पदाः शक्याः कल्पयितुम्। एवं तर्हि प्राणादिसर्वविकल्पास्पदत्वात् तुरीयस्य शब्दवाच्यत्वमिति न प्रतिषेधैः प्रत्ययत्वम् उदकाधारादेरिव घटादेः। न प्राणादिविकल्पस्य अवस्तुत्वशुक्तिकादिशिव रजतादेः। न हि सदसतोः सम्बन्धः शब्दप्रवृत्तिनिमित्तभक् अवस्तुत्व, नापि प्रमाणान्तरविषयत्वं स्वरूपेण गवादिवत् आत्मनो निरुपाधिकत्व। गवादिवतो नापि जातिमत्वम् अद्वितीयत्वेन सामान्यविशेष अभावात्, नापि क्रियावत्त्वं पाचकादिवत् अविक्रियत्वात्, नापि गुणवत्त्वं नीलादिव निर्गुणत्वात्। अतो नाविधानेन निर्देशमर्हति। शशविषाणादिसमत्वात् निरर्थकत्वं तर्हि न आत्मत्वावगमे तुरीयस्य अनात्मतृष्णाव्यावृत्तिहेतुत्वात् शुक्तिकावगमैव रजतृष्णया। न हि तुरीयस्य आत्मत्वावगमे सति अविद्यातृष्णादिदोषाणां सम्भवः अस्ति, न च तुरीयस्य आत्मत्व अनवगमे कारणमस्ति। सर्वोपनिषदां तादर्थ्येन उपक्षयत्, तत्त्वमसि अयमात्मा ब्रह्म, तत्सत्यं स आत्मा, यत्साक्षात् अपरोक्षात् ब्रह्म, सभाख्याभ्यन्तरो यजः, आत्मैवेदं सर्वम् इत्यादीना। सोऽयमात्मा परमार्थ अपरमार्थरूपः चतुष्पाद् इत्युक्तः। तस्य अपरमार्थरूपम् अविद्याकृतं रज्जुसर्पादिसमम् उक्तं पादत्रयलक्षणं बीजाङ्कुरस्थानीयम्। अत इदानीम् अबीजात्मकं परमार्थस्वरूपं रज्जुस्थानीयं सर्पादिस्थानीय उक्तस्थानत्रय निराकरणेनः नान्तप्रज्ञम् इत्यादि ननु आत्मनः चतुष्पात्मं प्रतिज्ञायां पादत्रयकथनेनैव चतुर्थस्य अन्तःप्रज्ञादिभ्यो अन्यत्वे सिद्धे नान्तप्रज्ञम् इत्यादि प्रतिषेधो अनर्थकः न सर्पादिविकल्पप्रतिषेधेनैव रज्जुस्वरूपप्रतिपत्तिवत् त्र्यवस्थस्यैव आत्मनः तुरीयत्वेन प्रतिपिपादिषितत्व तत्त्वमसि इति वत् यदि हि त्र्यवस्थात्मविलक्षणं तुरीयम् अन्यत् तत्प्रतिपत्तिद्वारा अभावात् शास्त्रोपदेश अनुत्यक्यं शून्यतापत्तिर्व रज्जुरिव सर्पादिभिः विकल्प्यमानास्थानत्रयेऽपि आत्मा एक एव अन्तःप्रज्ञात्वेन विकल्प्यते यद् तदा अन्तःप्रज्ञादित्वप्रतिषेधविज्ञानप्रमाणसमकालमेव आत्मनि अनर्थप्रपञ्चनिवृत्तिलक्षणं फलं परिसमाप्तमिति तुरीयादिगमे प्रमाणान्तरं साधनान्तरं वा नामृग्यम् रज्जुसर्पविवेकसमकालैव रज्ज्वां सर्पनिवृत्तिफले सति रज्ज्वधिगमस्य येषां पुनः तमोपनयनव्यतिरेकेण घटादिगमे प्रमाणं व्याप्रियते तेषां छेद्यावयवसम्बन्धवियोगव्यतिरेकेण अन्यतर अवयवेऽपि छिदिः व्याप्रियते इति उक्तं स्यात् यदा पुनः घटतमसोः विवेककरणे प्रवृत्तं प्रमाणम् अनुपादित्सिततमोनिवृत्तिफलावसानं छिदिरिव छेद्यावयवसम्बन्धविवेककरणे प्रवृत्त तदवयवद्वैधीभावफलावसान तदा नान्तरीकं घटविज्ञानं न प्रमाणफलम् न च तद्वदपि आत्मनि अध्यारोपित अन्तःप्रज्ञत्वाद्विवेककरणे प्रवृत्तस्य प्रतिषेधविज्ञानप्रमाणस्य अनुपादिस्थित अन्तःप्रज्ञत्वादिनिवृत्तिव्यतिरेकेण तुरीयव्यापारोपपत्तिः अन्तःप्रज्ञत्वादिनिवृत्तिसमकालमेव प्रमातृत्वादिभेदनिवृत्तेः तथा च वक्ष्यति ज्ञाते द्वैतं न विद्यते इति ज्ञानस्य द्वैतनिवृत्तिक्षणव्यतिरेकेण क्षणान्तर अनवस्थान अवस्थानेव अनवस्थाप्रसङ्गातो द्वैत अनिवृत्तिः तस्मात् प्रतिषेधविज्ञानप्रमाणव्यापारसमकाल एव आत्मनि अध्यारोपित अन्तःप्रज्ञत्वादि अनर्थनिवृत्तिः इति सिद्धम् नान्तःप्रज्ञमिति तैजसप्रतिषेधः न बहिःप्रज्ञमिति विश्वप्रतिषेधः नोवयतप्रज्ञमिति जागरितस्वप्नयोः अन्तरालावस्था प्रतिषेध न प्रज्ञानघनमिति सुषुप्तावस्था प्रतिषेध बीजभाव अविवेकस्वरूपत्व न प्रज्ञमिति युगपत्सर्वविषयज्ञातृत्वप्रतिषेध न अप्रज्ञमिति अचैतन्यप्रतिषेध कथं पुनः अन्तःप्रज्ञत्वादीनाम् आत्मनि गम्यमानानां रज्ज्वादौ सर्पादिवतो प्रतिषेधात्तु असत्त्वं गम्यते इति उच्यते ज्ञास्वरूप अविशेषेऽपि इतरेतरव्यभिचारात् असत्यत्वं रज्ज्वादविव सर्पधारादिविकल्पभेदवत् सर्वत्र अव्यभिचारात् ज्ञास्वरूपस्य असत्यत्वं सुषुप्ते व्यभिचरति इति चेन्न सुषुप्तस्य अनुभूयमानत्वं न हि विज्ञातो विज्ञाते विवरलोपविद्यते इति श्रुते अत एव अदृश्यम् यस्मादृश्यं तस्मादव्यवहार्यम् अग्राख्यं कर्मेन्द्रियैः अलक्षणम् अलिङ्गम् इत्येतत् अननुमेयम् इत्यर्थः अत एव अचिन्त्यम् अत एव अव्यपदेश्यं शब्दैः एकात्मप्रत्ययसारं जाग्रदादिस्थानेषु एकः एव अयमात्मा इति अव्यविचारी यः प्रत्ययः तेन अनुसरणीयम् अथवा एक आत्मप्रत्ययः सारः प्रमाणं यस्य तुरीयस्य अधिगमे तत्तुरीयम् एकात्मप्रत्ययसारम् आत्मेत्येवोपासीत इति श्रुते अन्तःप्रज्ञत्वादिस्थानिधर्मप्रतिषेधकृतः प्रपञ्चोपशममिति जागृतादिस्थानधर्मभावः उच्यते अत एव शान्तम् अविक्रियं शिवं यतः अद्वैतं भेदविकल्परहितं चतुर्थं तुरीयं मन्यन्ते प्रतीयमानपादत्रयरूपवैलक्षण्य स आत्मा स विज्ञेयः प्रतीयमानसर्पदण्डभूच्छिद्रादिव्यतिरिक्ता यथा रज्जुः त तथा तत्त्वमसि इत्यादि वाक्यार्थः आत्मा अदृष्टो दृष्ट न हि द्रष्टुः दृष्टे विप्रलोपो विद्यते इत्यादि विरुक्तो यः स विज्ञेयः इति भूतपूर्वगत्य ज्ञाते द्वैताभावः अत्रैते श्लोका भवन्ति निवृत्तेः सर्वदुःखानाम् ईशानः प्रपुरव्ययः अद्वैतस्सर्वभावानां देवस्तुल्यो विवस्मृतः अत्रैते श्लोका भवन्ति प्राज्ञतैस विश्वलक्षणानां सर्वदुःखानां निवृत्तेः ईशानः त्वरीय आत्मा ईशानः इत्यस्य पदस्य व्याख्यानं प्रभुः इति दुःखनिवृत्तिं प्रति प्रभुः भवति इत्यर्थः तद्विज्ञाननिमित्तत्वदुःखनिवृत्तेः अव्ययः न व्येति स्वरूपातो न व्यभिचरति न च्यवत इत्येतत् कुतः यस्मादद्वैतः सर्वभावानां सर्पादीनां रज्जुः अद्वया सत्या च एवं तुरीयः न हि द्रष्टुः दृष्टे विप्रलोपो विद्यते इति श्रुते अतः रज्जुसर्पवत् मृषत्वात् स एष देवः द्योतनः तुर्यः चतुर्थः विभुः व्यापी स्मृतः कार्यकारणबद्धौता विश्येते विश्वतैजसं प्राज्ञः कारणबद्धस्तु द्वौ तौ तुर्येन सिद्ध्यतः विश्वादीनां सामान्यविशेषभावो निरूप्यते तुर्ययाथात्म्यावधारणार्थं कार्यं क्रियते इति फलभावः कारणं करोति इति बीजभावः तत्त्वग्रहण अन्यताग्रहणाभ्यां बीजफलभावाभ्यां तौ यथोक्तौ विश्वतैजसौ बद्धौ सङ्गृहीतौ विश्येते प्राज्ञस्तु बीजभावेनैव बद्धः तत्त्व अप्रतिबोधमात्रमेव हि बीजं प्राज्ञत्वे निमित्तम् ततः द्वौ तौ बीजफलभावं तत्त्वग्रहण अन्यताग्रहणे तुरीये न सिद्ध्यतः न विद्यते न सम्भवतः इत्यर्थः